ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति अष्टाध्याय्याः समग्रदृष्टिः। वयं तत्र अन्ते स्मः। वयं दृष्टवन्तः तत्र ग्रन्थे केचन तत्र मुख्य अधिकारसूत्राणि सन्ति। अधिकारसूत्राणां प्रयोजनं किं, सूत्रस्य प्रयोगः कथं करणीयम् इति सर्वम् अस्माभिः ज्ञातम्। अधिकारसूत्रे एकं विशिष्टपदमस्ति यस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते। अतः पाणिनिना लाघवार्थम् एतत् पदम् आदौ एव स्थापितं ग्रन्थे। प्रकरणस्य आदौ एव विशिष्ट यत् यस्य वारं वारं तत्र प्रयोगः विधिसूत्रेषु भवति तस्य तत्र उपस्थापनं पाणिनिना प्रकरणस्य आदौ एव कृतम् अधिकारसूत्रद्वारा। सो अधिकारसूत्रे एकं विशिष्टपदमस्ति यस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु वर्तते। विधिसूत्रे तस्य पदस्य अनुवृत्तिः अवश्य अस्माभिः करणीयम् इति तत्र अधिकारसूत्रस्य विषये मुख्यम् अस्ति। सो अपि च तत्र ये अधिकारसूत्राणि अस्माभिः केचन अधिकारसूत्राणां विषये अपि पठितं यथा तत्र तृतीयाध्याये चतुर्थाध्याये पञ्चमे अध्याये एतेषु त्रिषु अध्यायेषु तत्र प्रत्ययानां विधिः अस्ति। कः प्रत्ययः कस्मात् विधीयते अपि च कस्मिन् अर्थे विधीयते कदा न विधीयते एतत् सर्वम् एतेषु त्रिषु अध्यायेषु तत्र महर्षिणा स्थापितम्। अतः एतेषु त्रिषु अध्यायेषु तत्र प्रत्ययः परश्च इति सूत्रस्य तत्र अधिकारः सर्वत्र वर्तते। एतत् सूत्रद्वयम् एते सूत्रद्वयं तत्र बृहद् अधिकारसूत्राणि इति वयं वदामः। सो यत्किमपि नूतनशब्दः धातोः विधीयते अथवा प्रातिपदिकात् विधीयते तस्य अनेन सूत्रेण प्रत्ययः इति सूत्रेण तत्र प्रत्यय इति नामकरणं भवति। यः यः प्रत्ययः यस्य शब्दसमूहस्य कृते प्रत्यय इति नामकरणं सः सर्वदा परे स्थापनीयम्। यस्मात् तस्य विधिः अस्ति तस्मात् परे स्थापनीयम् इति परश्च इति सूत्रं तत्र स्पष्टीकरोति। सो तत्र अस्माभिः प्रत्ययविषये किमपि अनुबन्धस्य तत्र कुत्र स्थापनीयं प्रत्ययः इति तत्र अनुबन्धाधारेण किमपि न अवगम्यते। तत्र एकं साक्षात् महर्षिणा परश्च इति सूत्रं दत्तम्। अतः अनेन सूत्रेण एव वयं जानीमः यस्मात् प्रत्ययः विधीयते तस्य परे स्थापनीयं, सर्वदा तस्य परे स्थापनीयं। धातोः अस्ति चेत् धातोः अनन्तरं भवति, प्रातिपदिकात् अनन्तरम् अस्ति चेत् प्रातिपदिकात् प्रत्ययः विधिः अस्ति चेत् प्रातिपदिकात् अनन्तरं भवति। तृतीयाध्याये धातोः अधिकारः अस्ति तत्र धातोः अधिकारद्वयं ग्रन्थे तत्र स्तः तस्य विषये अपि एकं करपत्रम् अस्ति। अस्माभिः तु न पठितं, मया तत्र पूर्वस्मिन् वर्गे उक्तम् एतत् करपत्रं पठतु। अनन्तरं तत्र ज्ञाप्रातिपदिकात् संहितायाम् एतानि सर्वाणि अधिकारसूत्राणां तत्र उदाहरणानि सन्ति। अपि च तत्र षष्ठाध्यायस्य चतुर्थपादस्य प्रथमसूत्रे तत्र अङ्गस्य अधिकारः आरभ्यते। सप्तमाध्यायस्य अन्तपर्यन्तम् एतत् अधिकारः वर्तते। सो प्रथमे तत्र प्रत्ययः विधिः, प्रत्ययः प्रातिपदिकस्य अनन्तरमपि आयास्यति अपि च धातोः अनन्तरमपि आयाति। अनन्तरं वयं जानीमः प्रत्ययस्य कारणेन तत्र किञ्चित् परिवर्तनं भवति, धातोः अथवा प्रातिपदिकात्. सो तत्र अङ्गाधिकारः अस्ति. अङ्गस्य अधिकारे तत्र कुत्रचित् धातुः परिवर्तनं, कुत्रचित् अत्र समग्रचिन्तनम् अस्ति. अङ्गस्य इति अधिकारे तत्र प्रातिपदिकस्य विषये अपि सूत्राणि, धातोः विषये अपि सूत्राणि. अतः अत्र यः यत्र यत्र अङ्गस्य अधिकारः तत्र प्रत्ययनिमित्तीकृत्य अङ्गे किञ्चित् कार्यं भवति. वयं जानीमः तत्र गुणकार्यमस्ति, वृद्धिकार्यमस्ति, सम्प्रसारणमस्ति. सम्प्रसारणं यत् कार्यमस्ति व्याकरणशास्त्रे, तस्य कृते अपि प्रत्ययः एव निमित्तं भवति. कित्नित् अपि च तत्र कित्नित् प्रत्ययपरे तत्र सम्प्रसारणं भवति. तत्र कित्नित् प्रत्ययपरे तत्र गुणस्य निषेधः भवति, वृद्धिनिषेधः भवति, तथैव सम्प्रसारणमपि सम्प्रसारणस्य कार्यस्य कृते अपि प्रत्ययः एव निमित्तं भवति. अतः अङ्गस्य इति अपि एकं बृहत् अधिकारसूत्रम् अस्ति. पञ्चसु पादेषु एतस्य सूत्रस्य अधिकारः तत्र वर्तते. अनन्तरं तत्र पदस्य अधिकारः, पदस्य पदं वयं जानीमः तत्र सुप्तिङन्तं पदम् इति एकं सामान्यसूत्रमस्ति, येन वयं जानीमः पदमित्युक्ते सुबन्तम् अपि च तिङन्तम्. सो केचन सूत्राणि तत्र पदस्य अधिकारे अपि सन्ति. अष्टाध्याये तत्र पदस्य अधिकारः वर्तते. सो यत्किमपि तत्र उक्तं तस्मिन् अधिकारे यत्किमपि उक्तं तत् पदस्य अन्तर्गतः, तस्य शब्दसमूहस्य कृते पदसंज्ञा भवेत्, तदा एव तत्र कार्यं भवति. न केवलं सुप्तिङन्तं पदं, तत्र अन्यानि सूत्राणि अपि सन्ति येभिः सूत्रैः तत्र पदसंज्ञा विधीयते व्याकरणशास्त्रे इति अपि अस्माभिः पठितम्. इदानीं तत्र अनन्तरं तत्र ऋत्वप्रकरणम् अस्ति. सो ऋत्वप्रकरणस्य विषये अपि अस्माभिः पठितं. तत्र ससजोहोरुः इति सूत्रं विशिष्टसूत्रम्. यद्यपि ससजोहोरुः इति सूत्रम् अष्टाध्याये तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारे अस्ति, तथापि तत्र अस्य सूत्रस्य कृते तत्र सप्तम अध्याये नो चेत् षष्ठाध्याये तत्र अस्य सूत्रस्य तत्र आवश्यकता भवति. अतः तत्र पूर्वत्र सिद्धम् इत्यस्य अपवादः अस्ति. इत्युक्ते एतत् सूत्रम् अपवाद, कस्यचित् सूत्रस्य कृते अपवाद सूत्रम् अस्ति. अतः अनेन सूत्रेण षष्ठाध्याये नो चेत् सप्तम अध्याये सूत्रस्य कृते अपि तत्र कार्यं भवति. जानीमः पूर्वत्र सिद्धम् इत्यनेन सूत्रेण सपादसप्ताध्यायी सूत्राणां कृते त्रिपादीसूत्राणि असिद्धानि. तथापि एतत् ससजोहोरुः इति विशिष्टसूत्रमस्ति. अस्य सूत्रस्य तत्र प्रसक्तिः इत्युक्ते एप्लिकेबिलिटि तत्र षष्ठाध्याये नो चेत् सप्तम अध्याये अपि तत्र भवति. अतः वयं तत्र एतस्य सूत्रस्य प्रयोगं कुर्मः. अनन्तरं तत्र एतत् अतः महर्षिणा एतत् सूत्रं ऋत्वप्रकरणेन स्थापितम्. एतत् सूत्रं ससजोहोरुः इति सूत्रं ऋत्वप्रकरणे इत्युक्ते 831 इति सूत्रे आरभ्य 8312 इति सूत्रे अत्र अस्मिन् प्रकरणेन स्थापितं. ससजोहोरुः इति सूत्रस्य सूत्रसङ्ख्या का अस्ति? कोऽपि स्मारयति वा? ससजोहोरुः आम् 8266 इत्युक्ते ऋतुप्रकरणस्य पूर्वे स्थापितम्. सो द्वितीयपादे एव ससजोहोरुः इति महर्षिणा स्थापितं. तेन सूत्रेणापि ऋत्वमेव भवति, ऋत्वस्य आदेशः एव भवति. सकारस्य पदस्य अन्ते यः सकारः तस्य ऋत्वम्, अपि च सजुशब्दस्य शकारस्य ऋत्वं भवति अनेन सूत्रेण. परन्तु एतत् सूत्रं महर्षिणा ऋत्वप्रकरणेन स्थापितं. तत्र किञ्चित् प्रयोजनं मया उक्तं. ससजोहोरुः इति विशिष्टसूत्रम्. अस्य सूत्रस्य प्रसक्तिः तत्र सपादसप्ताध्यायं सूत्राणां कृते अपि तत्र भवति. किमर्थं चेत् तत्र सूत्रं वदति रेफस्य तत्र किमपि कार्यं भवति. सो रेफः तु अनेन सूत्रेण एव विधीयते भवति. ऋत्वम् अनेन ससजोः रुः इति सूत्रेण एव ऋत्वम् आयाति व्याकरणशास्त्रे. अतः तत्र यः रेफस्य कृते कार्यमस्ति, रेफः तु पूर्वे आनेतव्यं. सो रेफः अनेन सूत्रेण एव आयाति. रु इति आदेशः, रु इति यः आदेशः अस्ति सः तु अनेन सूत्रेण एव आयाति. अतः तत्र यद्यपि पूर्वत्र स्थितमस्ति तथापि तत्र अपवाद बलेन तत्र ससजुहुरुः इति सूत्रं कार्यं करोति इति तत्र किञ्चित् पठितम्. इदानीं तत्र अस्मिन् करपत्रे तत्र संस्कारः अपि च काश्चित् कांश्चित् इति विषये तत्र ऋतुप्रकरणस्य उदाहरणे एतत् पदद्वयं तत्र दत्तम्. संस्कारः विषये कोऽपि पठितं वा, कथं संस्कारः नो चेत् संस्कारः इति रूपद्वयस्य स्थितिः कथं भवति? सम् इति उपसर्गपूर्वं तत्र क्रु इति धातुः गञ् इति प्रत्ययः, गञ् इति कृत् प्रत्ययः अस्ति. कोऽपि वदति वा तत्र कथं कार्यं भवति? न पठितं महोदय, क्षम्यतां. चेतना भगिनी न पठितं महोदय, प्रयत्नं करोतु भगिनि. सम् मया अपि विस्मृतम्. ऐ थाट् वी हेव् फिनिश्ड् दिस् चेप् दिस् करपत्रं, नौ वी विल् स्टार्ट् नेक्स्ट् करपत्रं. सो नौ ऐ वास् चेकिङ्ग् वाट् वी हेव् रेड् लास्ट् टैम्, ऐ सा दीस् टु चिन्ता मास्तु, रीड् इट् टुगेदर्. सो सम् उपसर्ग पूर्वक् रु धातुः अस्ति, डुक्रै धातुः अस्ति, तस्मात् तत्र घञ् प्रत्ययः, घञ् प्रत्ययः प्रत्येकस्य धातोः अनन्तरं तत्र गञ् प्रत्ययस्य विधिः अस्ति. सो धातोः गञ् प्रत्ययः विधीयते चेत् तत्र इदानीं क्रूयोग गञ् करोतु भगिनि. प्रथमे क्रूयोग गञ् करोतु. गञ् क्रूयोग गञ् घञ् आर्धधातुकप्रत्ययः अस्ति. हलन्त्यम् इति सूत्रेण यकारः इत्संज्ञकः भवति, अपि च लोपः भवति. घ घ अवशिष्यते, कुवर्गः, कुवर्णः, घकारः, महाप्राण घकारः, कुवर्णः. सो के सूत्रेण अस्य घकारस्य संज्ञा? लशक् पतद्यते. लशक् तद्यते इति सूत्रेण घकारस्य संज्ञा. अकारः अवशिष्यते. इदानीं संयोग कृयोग प्रत्ययः कीदृश अर्धधातुकप्रत्ययः? सामान्य अर्धधातुक् अस्ति वा विशिष्ट अर्धधातुक? नास्ति, सामान्य एव. कथं सामान्य? अत्र ञकारः इत्युक्ते अर्धधातुप्रत्ययेषु णित् अथवा णित् अस्ति चेत् विशिष्ट अर्धधातुप्रत्ययः. किमर्थं विशिष्ट भगिनि? अर्धधातुप्रत्ययेषु मूर्धन्यनकारस्य इत् नो चेत् तालुन्यकारस्य इत् अस्ति चेत् सः अर्धधातुप्रत्ययः विशिष्ट अर्धधातुप्रत्ययः इति उच्यते. किमर्थम्? यत् अस्ति अतः ऋद्धि भवति. कारणं किम् अस्ति? गुणन अचो युनिति वृद्धि भवति. वन् सेकेण्ड्, वैट् बोर्ड् दृश्यते वा? आमामां, युक्त अस्ति, अतः अचो युनिति इति सूत्रेण. वन् सेकेण्ड् भगिनि, I can't see the whiteboard. We can see Mahode. One second. Shukru yoga akaraha. Kim bhavati idanim? Whiteboard drishyate va idanim? आमामां, वदतु. अतः अचु युनिति इति सूत्रेण वृद्धि भवति, कार् भवति. कृ इति दातु कीदृशी दातु? कृ कृ कीदृशी दातु अस्ति? इगन्तम् अस्ति. सत्यं, ऋकारः अस्ति, अतः कार् भवति. ऋकारस्य स्थाने वृद्धि भवति, दीर्घ आकारः, तस्य परे रेफः अपि आयाति. केन सूत्रेण? उरण्परः. सत्यं. सो इदानीं तत्र कार इति अस्ति, कार कार. सो इदानीं तत्र सम् इति उपसर्गः अपि अस्ति. सो कार कथम् आयाति इति वयं तत्र इदानीं तत्र जानीमः, कारः इति कथं भवति. संयोगकार इति अस्ति, सम् इति उपसर्गः. तत्र एकं सूत्रम् अस्ति, सं पर्युपेभ्यः करोति भूषणे, इत्युक्ते क्रू धातुविषये एव एतत् सूत्रमस्ति, अस्मिन् करपत्रे नास्ति. एकनिमिषः अहं शेर् करोमि. पर्युभ्यः, अत्र पश्यतु, 61137 इति सूत्रमस्ति. 61 इति सूत्रम्, अत्र अङ्गस्य अधिकारः नास्ति. अङ्गस्य अधिकारः कुतः आरभ्यते भगिनि? 641 चतुर्थपादे. सो अत्र अङ्गस्य अधिकारः नास्ति, अत्र संहितायाम् इत्युक्ते प्रथम षष्ठाध्यायस्य प्रथमपादे तत्र प्रायशः तत्र अच् सन्धिसूत्राणि सन्ति. सो एतत् सूत्रमपि संहितायाम् इति अधिकारे अस्ति. सूत्रमस्ति सम्पर्युपेभ्यः इति बहुवचनात् पदम् अस्ति, षष्ठी बहुवचनात्. सो सम् परि उप् एते उपसर्गाः. सम् इति उपसर्गः, परि इति उपसर्गः, उप इति उपसर्गः. एते उपसर्गे तत्र एते स्तः चेत् तत्र क्रु इति करोतौ इति यः सप्तमी एकवचनम् इत्युक्ते तस्य परे तत्र क्रु धातुः तत्र पूर्वसूत्रात् तत्र सुट् इति आगमः भवति. इत्युक्ते अत्र किं लिखितं? सं परि उप इति एतेभ्यः भूषणार्थे करोतौ परतः सुट् पूर्वे भवति. इत्युक्ते अनेन सूत्रेण यत्र सम् अथवा परि अथवा उप् इति उपसर्गः अस्ति चेत् क्रु धातु पूर्वे एते उपसर्गः अस्ति चेत् तत्र किं भवति? तत्र सुट् आगमः भवति. सुट् इति आगमः अस्ति, अतः आगमः इति तत्र सुट् आगमः कीदृश आगमः भगिनि? आदि आयाति मित्रवत् आयाति आम् इत्युक्ते अत्र मित्रवत् आयाति अपि च टित् आगमः अस्ति अतः आदौ आयाति कस्य आदौ आयाति क्रू धातुः पूर्वे आयाति सुट् इति आगमः कात् पूर्वः इति लिखितं सो क्रू करोति इति सप्तमी एकवचनात् पदमस्ति तत् निमित्तमस्ति तस्य क्रू धातुः सुटागमः भवति कदा यदा तत्र क्रू पूर्वे तत्र सम् अथवा परि अथवा उप् इति उपसर्गः अस्ति क्रू धातुः सुटागमः भवति सुटागमः टित् अस्ति अतः क्रू धातुः आदौ भवति इति तस्य अर्थः किमर्थं चेत् करोतौ इति करोति इति इकारं शब्दः तस्य सप्तमी एकवचनम् अस्ति करोतौ सो क्रू धातुः सुटागमः कदा भवति अनेन सूत्रेण सम् पूर्वे भवति परिपूर्वे भवति उप इति उपसर्ग एते उपसर्गत्रय त्रीणि उपसर्गाणि तत्र पूर्वे सन्ति चेत् तत्र क्रू धातुः सुटागमः भवति सुटागमः टित् अस्ति अतः क्रू धातुः तस्य आदौ भवति सो अत्र उकारः उच्चारणार्थमस्ति सुटागमे टकारस्य प्रयोजनम् अस्ति परन्तु उकारस्य कोऽपि प्रयोजनं नास्ति अत्र वयं किं वदामः उकारः उच्चारणार्थं सो केवलं सकारस्य एव आगमः तत्र भवति सो इति तत्र अनेन सूत्रेण तत्र क्रू धातुः सुटागमः भवति एते प्रत्यय एते उपसर्गाः परे सन्ति चेत् तदा एव सुटागमः भवति इदानीं किम् अस्ति अनेन सूत्रेण सुटागमः वदतु भगिनि इदानीं सुयोगकार सम् अस्माकम् अस्ति सम् सम् योग इदानीं स योगकार इति अस्ति कार इति अस्ति सुटागमः आगमः यस्य आगमः तस्य अवयवः भवति सकारः इति वदामः अस्तु स इति सकार स इति अस्ति अत्र अकारः नास्ति अतः मया अत्र एकं रेखा स्थापितं सो इदानीं तत्र एकम् अन्यत् सूत्रमस्ति शेरिङ्ग् दिस् बिकम्स् डिफिकल्ट् इदानीं तत्र अस्ति समः सुटि समः सुटि इति एकवारम् अत्र पश्यतु इदानीं तत्र अस्माभिः एतानि सूत्राणि न पठितानि अतः ऐ एम् शेरिङ्ग् हिम् इट् हियर् सो सम्परि सम्पर्योप्येभ्यः करोतौ भूषणे इति षष्ठसंहितायाम् इत्यस्य अधिकारे अस्ति सिक्स् तत्र इति सपात् सप्ताधि इदानीं तत्र समः सुटि इति सूत्रम् 831 सोरि 835 इति सूत्रं सो 835 इति सूत्रं पूर्वत्र सिद्धम् इत्यस्य अधिकारे अस्ति सो अत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अपि अस्ति समः सुटि समः सुटि इति षष्ठी एकवचनात् पदमस्ति सुटि इति सप्तमी अस्ति सो समः अनन्तरं यदा तत्र सुट् सकारः सुट् इति सकारः अस्ति समः सो सम् उपसर्गस्य मकारस्य समः इति षष्ठी अस्ति सम् उपसर्गस्य मकारस्य सुट् आगमे परे यदा तत्र सुट् आगमः सम् इति उपसर्गस्य परे सुट् आगमः भवति तदा तस्य मकारस्य स्थाने रुत्वम् इति आदेशः भवति ऋत्वप्रकरणः कुतः आरभ्यते 831 इति सूत्रे आरभ्यते ऋत्वं सो ऋत्वं सो एतत् सूत्रमपि ऋत्वस्य अधिकारे अस्ति ऋत्वप्रकरणे एतत् सूत्रं सो ऋत्वं कस्य कस्य ऋत्वं भवति इति सर्वम् अत्र दत्तं सो अस्मिन् अस्यां स्थित्याम् अपि तत्र ऋत्वं भवति सो ऋत्वं कदा भवति ऋत्वं मकारस्य भवति कीदृशम् अकारस्य सम् इति उपसर्गस्य यः अन्ते मकारः तस्य ऋत्वं भवति. कदा ऋत्वं भवति? यदा तस्य परे सुट् इति आगमः. केनचित् कारणेन यदा तत्र सुट् आगमः भवति तदा तस्य मकारस्य ऋत्वम् इति आदेशः. समः सुटि 835 इति सूत्रेण तत्र एतत् पदं कुत्र दत्तं? ऋत्वस्य प्रकरणे दत्तं. सो ऋत्वप्रकरणे 831 आरभ्य 832 पर्यन्तं तत्र ऋत्वविशिष्टसूत्राणि सन्ति. सो एतेषु अस्मिन् प्रकरणे एकं सूत्रम् अस्ति समः सुटि. सो समः इति मकारस्य ऋत्वं भवति सुटि परे भवति इति सूत्रं वदति. सो इदानीं तत्र यः मकारः अस्ति सः मकारः सम् इति उपसर्गस्य मकारः अपगच्छति तस्य स्थाने रू इति आदेशः. रू उकारः तत्र अनुनासिक अस्ति सो केवलं रेफः तत्र अवशिष्यते. इदानीं तत्र किम् अस्ति? सर् योग सकारः इति अस्ति. अनन्तरं तत्र एट् थ्री टु अत्र अनुनासिक पूर्वस्य तु वा इति सूत्रम् 835 832. न दृश्यते वा? न श्रूयते महोदय. स्क्रीन् दृश्यते वा? स्क्रीन् दृश्यते. दृश्यते भगिनि. एकं सूत्रमस्ति अत्र अनुनासिकः पूर्वस्य तु वा अत्र वा इति पदमस्ति इत्युक्ते कार्यविकल्पेन भवति. अस्मिन् ऋत्वप्रकरणे एतदपि ऋत्वप्रकरणे अस्ति रू इत्यस्मात् पूर्वस्य वर्णस्य विकल्पेन अनुनासिकादेशः भवति. इत्युक्ते यः मकारस्य ऋत्वं भवति अत्र अस्मिन् सूत्रे अत्र पश्यतु अस्मिन् सूत्रे संस्कारः संस्कृति इति अस्य उदाहरणानि दत्तानि. संयोगसयोगसमः सुटि तनेन मकारस्य ऋत्वम् अत्र पश्यतु भगिनि स्क्रीन् दृश्यते वा? सो यदा तत्र मकारस्य ऋत्वं भवति सो समः सुटि इत्यनेन मकारस्य ऋत्वं भवति. अनन्तरं तत्र अत्र अनुनासिक पूर्वस्य तु वा इति सूत्रेण यदा तत्र यः ऋत्वस्य पूर्वे यः वर्णः यः अकारः तस्य विकल्पेन अनुनासिकः भवति. ऋत्वस्य तु वा इत्युक्ते अनुनासिक पूर्वस्य ऋत्वस्य पूर्वे यः अकारः तस्य अनुनासिकादेशः भवति परन्तु विकल्पेन भवति. इत्युक्ते एकस्मिन् पक्षे अनुनासिक भवति, एकस्मिन् पक्षे न भवति इति तत्र अनेन सूत्रेण कार्यं. सो अस्मिन् ऋत्वप्रकरणे रु इत्यस्मात् पूर्वस्य यत्र यत्र रु इति आदेशः भवति अनेन सूत्रेण रुपूर्वेयः वर्णः तस्य विकल्पेन अनुनासिक आदेशः भवति. सो अनेन सूत्रेण सकार उत्तरवर्ति यः अकारः तस्य अनुनासिक आदेशः विकल्पेन भवति. सो अत्र अनन्तरं तत्र वयं जानीमः तत्र उपसर्गानां कृते ये सर्वे उपसर्गाः प्रादयाः सन्ति तेषां कृते पदसंज्ञा अस्ति. पदसंज्ञा अस्ति चेत् अत्र सम इति यः अस्ति इदानीं तत्र सम् सर् इति यः अस्ति तस्य कृते पदसंज्ञा अस्ति. सो खरावसानविसर्जनीयः इति सूत्रेण अवसाने परे अपि च खर् वर्णे परे तत्र अन्तिम रेफस्य विसर्गादेशः भवति इति सूत्रं वदति. सो रेफः अपगच्छति तस्य स्थाने तत्र विसर्गादेशः भवति. किमर्थं चेत् परे सकारः अस्ति, सकारः खर् वर्णः, अत्र अवसान् नास्ति. अत्र रामः नास्ति, अत्र सर् इति यः अनुनासिक पूर्वं यः भवति तत्र रेफस्य परे सकारः अस्ति, सुट् इति सकारः अस्ति, सकारः खर् वर्णः, खर् वर्णे परे तत्र पदान्त रेफस्य तत्र विसर्गादेशः भवति. सो इदानीं रेफः अपगच्छति तस्य स्थाने तत्र विसर्गादेशः भवति. किमर्थं चेत् परे निमित्तं तत्र अस्ति, सुट् इति सकारः अस्ति परे. अतः अनेन सूत्रेण तत्र विसर्गादेशः भवति. अनन्तरं तत्र वा शरि इत्यनेन विसर्गस्य विकल्पेन सकारादेशः भवति. सो तत्र इत्युक्ते यः संस्कारः इति पदमस्ति तत्र सकार कुत्रचित् सकार त्रीणि सकाराः तत्र सकारत्रयं श्रूयते. वयं तु तत्र सकारद्वयमेव लिखामः परन्तु तत्र देर् आर् फोर् टैप् आफ् दिस् संस्कारः. सकारत्रयम् अपि तत्र श्रूयते. तत्र एकं परिभाषा अस्ति समो वा लोपः एके इति. तत्र इत्युक्ते भाष्ये एतत् लिखितम् एकं सकारस्य तत्र विकल्पेन लोपः भवति. इत्युक्ते इफ् वी रैट् थ्री सकारस् टुगेदर् देट् इस् आल्सो साधु. परन्तु पतञ्जलिमहर्षिणा एकं परिभाषा दत्तं समो वा लोपः एके इति तत्र भाष्ये अत्र तु न दत्तं. परन्तु किमर्थं वयं तत्र एकमेव सकारः तत्र स्थापयामः इत्युक्ते तत्र परिभाषा आधारेण वयं तत्र एकम् एक सकारस्य तत्र लोपः विकल्पेन भवति. इत्युक्ते यदि वयं संस्कारः इति लिखामः तदपि साधु सकारद्वयं लिखामः विसर्गस्य स्थाने अपि सकारः आयाति, सुट् इति आगमस्य सकारः अपि अस्ति, सम् इति यः आदौ सकारः तदपि अस्ति. सो इदानीं तत्र किम् अस्ति अत्र पश्यतु. सो विसर्गः अस्ति खरावसानविसर्जय विसर्जनीय इति सूत्रेण रेफस्य स्थाने विसर्ग आदेशः भवति. अनन्तरं सुट् इति सकारः अस्ति, सुट् इति सकारः अस्ति. अनन्तरं तत्र कार अस्ति. परन्तु अत्र अनुनासिकपूर्वस्य तु वा इति सूत्रेण यः अनुनासिक आदेशः सः विकल्पेन अस्ति. इत्युक्ते एकस्मिन् पक्षे तत्र अनुनासिक आदेशः अस्ति, अन्यस्मिन् पक्षे नास्ति. सो यत्र यदि वयं अनुनासिक इति न स्वीकुर्मः तत्र किं भवति, तत्र एकं सूत्रम् अस्ति अत्र लिखितम् अनुनासिकात् परः अनुस्वारः इति 834 इति सूत्रमस्ति. अनुनासिकात् परः अनुस्वारः अस्य ऋतुप्रकरणस्य सूत्रैः सिद्धः यः पदान्तरुशब्दः तस्मात् पूर्वं विद्यमानात् निर् अनुनासिक वर्णात् परः निर् अनुनासिक वर्णपरः अनुस्वारस्य आगवति. सो यदि वयम् अनुनासिक न स्वीकुर्मः किमर्थं चेत् अनुनासिक आदेशः विकल्पेन अस्ति, एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न भवति. यदि वयम् अनुनासिकवर्णः न स्वीकुर्मः तत्र निर् इत्युक्ते तत्र निर् अनुनासिकवर्णः, रेफस्य पूर्वे निर् अनुनासिकवर्णः अस्ति, तदा अनेन सूत्रेण तत्र अनुस्वारादेशः भवति इति एतत् सूत्रम् 834 इति सूत्रम्. एकवारं पुनः एतानि पठित्वा वयं पुनः एतस्य विषये तत्र चिन्तनं कुर्मः, परन्तु एकवारं शृणोतु तत्र किं भवति. सो यदि वैट् बोर्ड् न दृश्यते, दिस् वैट् बोर्ड् देर् शुड् बि सम् अदर् आप्शन् फार् दिस् वैट् बोर्ड् क्रियेटिङ्ग् लाट् आफ़् प्राब्लम्स्. सो एकस्मिन् पक्षे तत्र अनुस्वारयुक्तरूपम् अस्ति, विसर्गस्य खरौसान् विसर्जनीय इति सूत्रेण विसर्गस्य सकारादेशः भवति, अनन्तरं तत्र सुट् इति सकारः अस्ति, अनन्तरं तत्र कारः अस्ति. एकस्मिन् पक्षे एतत् रूपम्, अन्यस्मिन् पक्षे यदि वयं तत्र अनुनासिक इति आदेशः न स्वीकुर्मः तत्र किं भवति, निर् अनुनासिक अकारस्य तत्र अनुस्वारादेशः भवति 834 इति सूत्रेण. अनन्तरं तत्र सकारः सुट् इति सकारः, विसर्गस्य सकारः, अनन्तरम् एतत् अस्ति इति तत्र रूपद्वयस्य सिद्धिः. इदानीं तत्र भाष्ये लिखितम् अत्र एतत् रूपमपि साधु, संस्कारः गाय् प्रत्ययस्य योजनेन तत्र सर्वदा पुल्लिङ्गशब्दस्य निर्माणः भवति. सो संस्कारः इति एकवचने भवति, एतत् रूपद्वयमपि साधु, परन्तु लोके किम् अस्ति, लोके अस्ति संस्कारमेव सकारः श्रूयते, नो चेत् तत्र अनुस्वारयुक्त अपि कुत्रचित् केचन एतत् एतादृशः अपि तत्र रूपम् अस्ति. सो इदानीं तत्र प्रश्नः अस्ति, यदि अत्र सकारद्वयम् अत्र केवलम् एकमेव सकारः किमर्थं श्रूयते, तत्र भाष्ये एकं परिभाषा लिखितं. सो भाष्ये इत्युक्ते महाभाष्ये पतञ्जलिमहर्षिणा रिक्तम् एकं परिभाषा दत्तं, समो वा लोपे एकः. समो वा लोपे एकः इत्युक्ते यत्र सम् इति उपसर्गः अस्ति, समः तत्र यः सकारद्वयं तस्य एकसकारस्य तत्र विकल्पेन लोपः भवति. विकल्पेन लोपः भवति चेत् इत्युक्ते एतादृशरूपमपि साधु. सो लोके तत्र संस्कारविषये एतत् रूपमपि अस्ति, अनुनासिकयुक्तरूपम् अस्ति, अनुस्वारयुक्तरूपम् अस्ति, सकारद्वयमपि साधु, अपि च एकं सकारस्य लोपं कुर्मः लोपः कुर्मः चेत् सो चत्वारि तत्र चत्वारः चत्वारि रूपाणि तत्र संस्कारशब्दस्य विषये तत्र भवन्ति लोके. सो प्रायशः इदानीं सम्प्रति तु वयम् एतत् ऐदर् दिस् फार्म् आर् दिस् फार्म् वीट् औट् आफ् दि टु फार्म्स्. सो अत्र यः सकारस्य लोपः सः भाष्य आधारेण भवति. सो समो वा लोपे एके इति परिभाष इति तत्र परिभाषा अस्ति महाभाष्ये तत्र दत्तम्, अतः एकस्य सकारस्य तत्र लोपः भवति इति तत्र संस्कारविषये तत्र पदस्य व्युत्पत्तिः अस्ति. किञ्चित् अत्र किञ्चित् अत्र सूत्राणां तत्र क्लिष्टः अस्ति, परन्तु एतदेव प्रक्रिया अस्ति संस्कारविषये. प्रश्नः अस्ति वा? सर्वैः अवगतं वा? आं महोदय. किञ्चित् क्लेशः अस्ति. आचार्य, अत्र अत्र खरवसानयोः विसर्जनीयः इति सूत्रेण विसर्गः तत्र आयाति, अनन्तरं वाशरी सूत्रेण विसर्गस्य पुनः सकारः भवति वा? संस्कारः. आम् सत्यं भगिनि, वाशरी इत्युक्ते शरीपरे शर्वरे परे तत्. आम् सत्यं भगिनि, इत्युक्ते एकमस्ति विसर्जनीयसः, विसर्जनीयस्य सः इत्युक्ते विसर्गस्य सकारादेशः भवति, परन्तु तत् सूत्रं तु कुत्र कार्यं करोति? विसर्जनीयस्य सः इति सूत्रेणापि विसर्गस्य सकारादेशः, परन्तु तत् सूत्रम् अस्ति. विसर्जनीयस्य सः, विसर्जनीयस्य सः इति सूत्रं पदान्ते विद्यमानस्य विसर्गस्य खर्वर्णे परे सकारादेशः भवति. सो अत्र अनन्तरम् अस्ति वाशरी. अहं वाशरी, आम् वाशरी इति सूत्रम् अनन्तरं सूत्रं. शर्वर्णे परे विसर्गस्य विकल्पेन विसर्गादेशः एव भवति. सो शकारः इत्युक्ते अत्र अत्र केन सूत्रेण कार्यम्? अत्र तु विसर्गः पदान्ते अस्ति, तस्य परे खर्वर्णः, तस्य परे तत्र किमस्ति? सकारः अस्ति, सकारः खर्वर्णः. सो अत्र विसर्जनीयस्य सः इति सूत्रेण विसर्गस्य पुनः सकारादेशः भवति अनेन सूत्रेण. अत्र अत्र अपदान्ते अस्ति न भगिनि, अत्र वाशरी इति सूत्रेण कार्यं नास्ति भगिनि, अत्र विसर्जनीयस्य सः इति सूत्रेण कार्यं. यत् उदाहरणं तत्र अत्र दत्तं तत्र भिन्नचिन्तनं, परन्तु अस्य संस्कारविषये विसर्जनीयस्य सः इति सूत्रेण रेफस्य स्थाने यः विसर्गः, तस्य विसर्गस्य अनेन सूत्रेण सकारादेशः भवति. इत्युक्ते अत्र कार्यं नित्यम् अस्ति. वाशरी इति सूत्रेण कार्यं विकल्पेन अस्ति, रेफस्य सकारादेशः विकल्पेन भवति, परन्तु विसर्जनीयस्य सः इति सूत्रेण कार्यं नित्यम् अस्ति, कार्यं भवति एव. सो अत्र विसर्गः विसर्गयुक्तरूपं नास्ति, विसर्गस्य स्थाने सकारादेशः भवति एव अनेन सूत्रेण. किमर्थं चेत् विसर्जनीयस्य सः इति सूत्रं खरि परे कार्यम् अस्ति, अत्र लिखितं खर् वर्णे परे सकारादेशः भवति कस्य विसर्गस्य. एतत् सूत्रमपि कार्यं करोति, 8334 इति सूत्रम् इति, तत्र सकारः आयाति. अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् पृच्छतु. सो अत्र वाशरी इत्यनेन कार्यं नास्ति, संस्कारविषये वाशरी इत्यनेन कार्यं नास्ति, विसर्गस्य विसर्जनीयस्य सः इति सूत्रेण कार्यम्. एकवारं तत्र क्रमेण सूत्राणां तत्र क्रमः लिखतु. एकवारम् एतस्य सर्वैः एतत् सूत्राणां क्रमः, संस्कारः नो चेत् संस्कारः इति पदस्य व्युत्पत्तिः केन केन सूत्रेण अत्र कार्यं भवति एकवारं सोपानानेन लिखतु, तदा एव वयम् अवगम्यते. सो क्रूधातुः सम्परे परिपरे उपपरे तत्र सुटागमः भवति, क्रूधा सुटागमः भवति, न तु सम् इत्यस्य कृते अथवा परि इत्यस्य कृते अथवा उप् इत्यस्य कृते. सो अत्र सं परि पर्युपेभ्यः इति यः षष्ठी बहुवचनात् पदमस्ति, अत्र षष्ठी स्थानी नास्ति, अत्र षष्ठी इति एतेषां विषये षष्ठी अत्र स्थानी नास्ति. सो एतेषाम् उपस्थितिः अस्ति चेत् तत्र क्रू धातुः सुटामः भवति. सो क्रू धातु इति यः अस्ति तत् निमित्तमस्ति क्रू धातुः सुटागमः भवति इति तत्र मुख्यमस्ति. सो यदा तत्र सुटागमः भवति तदानन्तरं तत्र समः सुटि इति सूत्रं कार्यं करोति. सो समः सुटि इति सूत्रं वदति सम् इति उपसर्गस्य मकारस्य सुटि परे ऋत्वं भवति. सो सम् सर्वदा सम् परे मकारस्य ऋत्वं नास्ति, सुटि परे एव सम् इति मकारस्य ऋत्वम् अस्ति इति समः इति सूत्रम्. अनन्तरं वयं जानीमः ऋत्वस्य तत्र ऋत्व सम् इति तस्य तस्य कृते पदसंज्ञा अस्ति, अतः तत्र ऋत्वस्य तत्र रेफस्य तत्र स्थाने खरवसानविसर्जनीय इति सूत्रेण विसर्गादेशः भवति. अनन्तरं विसर्गस्य तत्र विसर्जनीय सः इति सूत्रेण खरि परे सकारादेशः भवति. अपि च तत्र यः यदा तत्र ऋत्वं भवति पूर्ववर्णस्य यत्र यत्र ऋत्वं भवति ऋतृप्रकरणे तदपि एकं कारणमस्ति. ससजोहोरुः इति सूत्रेण किं कार्यं वदतु कोऽपि? ससजोहोरुः इति सूत्रेण सजस इति वर्णस्य रकार आदेशः भवति. इत्युक्ते ससजोहोरुः इति यः ऋत्वकारस्य भवति तत्र तत्र ऋत्वस्य पूर्वे किमपि अनुनासिक आदेशः नास्ति. इत्युक्ते यदा तत्र रामयोगसु अस्ति तत्र रामस् इति रामस् इति पदं निष्पद्यते, सुबन्तपदम् अस्ति. तत्र ससजोहोरुः इति सूत्रेण सकारस्य पदान्तसकारस्य तत्र अवसानपरे विसर्गादेशः भवति. सो रामः इति तत्र श्रूयते एकवचने, रामः श्रूयते परन्तु तत्र यः रेफः ऋत्वं प्रथमे तत्र सकारस्य ऋत्वं भवति इत्युक्ते तत्र ऋत्वं भवति, ऋत्वम् इति कार्यमस्ति. सी वाट् ऐ वाण्ट् टु से, मम वाट् ऐ वाण्ट् टु से इस् देट् राम इति प्रादिकस्य अनन्तरं सु ए प्रथमा विभक्ति सु इति प्रत्ययः अस्ति, सुबन्त अस्ति. अत्र उकारः अनुनासिक अस्ति अतः स एव अवशिष्यते. प्रभक्ति राम प्रातिपदिकस्य रामस् इति पदमस्ति, रामस् इति पदमस्ति, रामस् इति पदमस्ति चेत् तत्र इदानीं तत्र अवसानः अस्ति, परे किमपि नास्ति. सो अवसानपरे पदान्त इदानीं रामस् इत्यस्य कृते पदसंज्ञा अस्ति. किमर्थं चेत् ससजोहोरुः इति सूत्रं पदस्य अधिकारे अस्ति, पदान्तसकारस्य एव ऋत्वं भवति. सो इदानीं रामस्थितिः अस्ति, तस्य प्रातिपदिक नास्ति, इदानीं प्रातिपदिकसंज्ञा नास्ति, राम इत्यस्य कृते प्रातिपदिक अस्ति, परन्तु रामस् इत्यस्य कृते पदसंज्ञा अस्ति. सो पदान्तसकारस्य ससजोहोरुः इति सूत्रेण ऋत्वं भवति. सो एतत् पदान् अवसानपरे अपि च खर्वर्णे परे, सो इदानीं तत्र किमस्ति? सकारस्य विसर्गादेशः भवति. सो रामः इति श्रूयते. परन्तु एतत् सूत्रं किमर्थं महर्षिणा ऋत्वप्रकरणेन स्थापितम्? अन्यत् कारणमस्ति. मया उक्तं ससजोहोरुः इति विशिष्टसूत्रम्. अस्य सूत्रस्य प्रसक्तिः सपाद सप्ताध्याय्याम् अपि तत्र अस्ति. अपि च अत्र द्वितीयकारणमस्ति किमर्थम् एतत् सूत्रं ऋत्वप्रकरणेन पाणिनिना किमर्थं न स्थापितं. द्वितीयं तत्र बिन्दुः अस्ति, अत्र यः ऋत्वं भवति सकारस्य यः ऋत्वं भवति इत्युक्ते अत्र रामर् इति प्रथमे आयाति, ससजोहोरुः इत्यनेन सकारस्य ऋत्वं भवति, रामर् इति भवति. अनन्तरं खरवसानविसर्जनीय इत्यनेन रेफस्य स्थाने विसर्गादेशः भवति. सो इत्युक्ते द्वितीयसोपानम् अस्ति रामर्, रामर् इति यः ऋत्वम् अस्ति, ऋत्वप्रकरणे यः ऋत्वं भवति तत्र सर्वदा यत्र यत्र ऋत्व आदेशः भवति तत्र सर्वदा अत्र अनुनासिकपूर्वस्य तु वा इति सूत्रेण विकल्पेन पूर्व रेफस्य पूर्वे यः वर्णः तस्य अनुनासिक आदेशः भवति. एट् थ्री वन् आरभ्य 8312 पर्यन्तं यानि सूत्राणि सन्ति तत्र यः ऋत्वं यत्र यत्र ऋत्वस्य आदेशः यस्मिन् यस्मिन् स्थित्यां ऋत्वं भवति तत्र द्वितीयसूत्रेण अवश्यं तत्र रेफस्य पूर्वे विकल्पेन अनुनासिक आदेशः अपि भवति. परन्तु सस् जहुरुः इति सूत्रेण यः ऋत्वं भवति तस्य रेफस्य पूर्वे तत्र विकल्प सर्ग आदेशः न भवति इति तत्र द्वितीयबिन्दुः अस्ति. आर् यू पीपल् एबल् टु गेट् मै पायिण्ट् वाट् ऐ वाण्ट् टु कन्वे द मेसेज् देट् ऐ वाण्ट् टु कन्वे आर् यू एबल् टु अण्डर्स्टाण्ड् यस् देट् इस् वन् आफ् देट् इस् आल्सो दिस् that is also so I think why sujahuru has not been put in the rutvu prakaranam kimartham chet rutvu prakarane yada yada rutvam bhavati tada tada dvitiya sutrena itukte 831 anantaram tatra asti atra anunasikah purvasya tu va iti sutrena tatra avashyam refasya purve anunasik adeshah vikalpena bhavati पूर्ववर्णस्य अनुनासिकादेशः भवति यदा यदा ऋत्वं भवति अस्मिन् प्रकरणे. अतः परन्तु रामः इति यः तत्र रेफ् ऋत्वं प्रथमे सकारस्य ऋत्वं भवति तत्र एतत् सूत्रम् आवश्यकं नास्ति. तत्र ऋत्वस्य पूर्वे अनुनासिक आदेशः न इष्टम् अतः महर्षिणा तत् सूत्रं भिन्नस्थले स्थापितं न तु अत्र स्थापितं. तदपि प्रयोजनम् अस्ति किमर्थं महर्षिणा ससुजोहरो इति सूत्रम् अत्र न ऋतुप्रकरणं विहाय अन्यस्मिन् स्थले दत्तं. तत्र प्रश्नः आयाति न मनसि यदा यदि अत्र ऋत्व इति कार्यम् अस्ति किमर्थं ससुजुहुरुः इति सूत्रम् अत्र न स्थापितं महर्षिणा किमर्थं भिन्नस्थले 8266 तत्र एव स्थापितं कारणं किम् अस्ति. कारणम् अस्ति ऋत्वप्रकरणे यः द्वादशसूत्रैः यत् ऋत्वप्रकरणम् अस्ति तत्र ऋत्वप्रकरणे यः यदा तत्र ऋत्वम् आयाति तदा ऋत्वस्य पूर्वे यः वर्णः तस्य विकल्पेन अनुनासिकादेशः अपि आयाति. परन्तु ससुजोहुरुः इति सूत्रे तत्र यः रेफः आयाति तत्र विकल्पेन न आयाति. तत्र अनुनासिक आदेशः न इष्टं तत्र न भवति अनुनासिक आदेशः. तत्र एकमेव रूपस्य सिद्धिः अस्ति रामः इति एव भवति. अवगतं वा? आं महोदय. ससुजुहुरुः इति सूत्रस्य क्रमाङ्कः कः? ध्वनिः न आयाति. न श्रूयते महोदय. न श्रूयते. न श्रूयते. अद्य मध्ये मध्ये खण्डितः अपि भवति. श्रूयते वा? ऐ हेड् अ फोन् काल्. ऐ हेव् बुक् सम् टेस्ट्. सो अवगतं वा मया यत् उक्तं तद् अवगतं वा न अवगतम्? अवगतम् अवगतम् अवगतम्. कोऽपि वदतु. अवगतं महोदय. अवगतं चेत् वाट् वेर् वि डिस्कस्सिङ्ग्. प्रश्नः कः भगिनि, कस्य सन्दर्भे वयं तत्र चर्चा कुर्मः? ससर्जुः, ससर्जुः रुः किमर्थं मृत्वप्रकरणे नास्ति इति. स इति सकारः, सकार उत्तरवर्ती, अकारः अपि अस्ति. सदृशो रुः इति सूत्रं स अस्ति. सकारः, सकार उत्तरवर्ती, अकारः अपि अस्ति भगिनि. स सजुषो रुः इति सूत्रम् अत्र अस्ति. स सजुषो रुः, सजुषो रुः, किमर्थं अपि रकारः भवति इति. स सजुषोः रुः, अद्य ध्वनिः सम्यक् नास्ति वा? आं महोदय, खण्डनं भवति. खण्डनं भवति, ब्रेकिङ्ग् अ लिटल् बिट्. ऐ डोण्ट् नो, सम् प्राब्लम् विथ् मै नेट्वर्क्. कः प्रश्नः? सजुषोः रुः इति सूत्रं किमर्थं ऋत्वप्रकरणे नास्ति इति. ऋत्वप्रकरणम् 831 टु 8312 अस्ति, परन्तु ससजुषो रुः 8266 अस्ति. किमर्थम् इत्युक्ते सस ऋत्वप्रकरणे अत्र अनुनासिकपूर्वस्य वा इति सूत्रमस्ति. एतत् सूत्रं ये रामः इति उदाहरणे न अप्लिकेबल् नास्ति. किमर्थम् इत्युक्ते अत्र पश्यतु भगिनि, अत्र किं लिखितम्? अत्र अनुनासिकः पूर्वस्य. अहं नेट्वर्क् चेञ्ज् निमिष भगिनि. अत्र पश्यतु, स्क्रीन् दृश्यते वा भगिनि? वैट् बोर्ड् दृश्यते. अत्र पश्य, वैट् बोर्ड् दृश्यते वा? अत्र पश्यतु, अत्र अनुनासिकः पूर्वस्य तु वा. 831 इति प्रथमसूत्रम् अस्ति अस्मिन् ऋतुप्रकरणे. 831 इति प्रथमसूत्रम् अस्ति. अनन्तरम् अस्ति 832 इति सूत्रम्. 832 इति सूत्रम् अस्ति, अत्र अनुनासिकः पूर्वस्य तु वा. सूत्रप्रकारः अत्र पश्यतु, किमस्ति सूत्रप्रकारः? किं लिखितम् अत्र? अधिकारसूत्रम् इत्युक्ते अस्मिन् प्रकरणे यदा यदा ऋत्वकार्यं भवति तदा तदा नित्येन एतत् सूत्रस्य प्रसक्तिः अस्ति. अनुनासिक आदेशः विकल्पेन भवति एव इति अधिकारसूत्रम् अस्ति अत्र. इत्युक्ते अस्मिन् प्रकरणे अत्र अत्र अनुनासिकः यत्र यत्र ऋत्वम् इति कार्यं भवति तत्र पूर्वस्य वर्णस्य अनुनासिक आदेशः विकल्पेन भवति इति अधिकारसूत्रम् अस्ति. अतः एतस्य अधिकारः ससजोः रुः इति सूत्रे न वर्तते. एतस्य अधिकारः तत्र नास्ति. अतः यत्र यत्र ससजोः रुः इति सूत्रं कार्यं करोति तत्र यद्यपि तत्र समान ऋत्वमिति कार्यमस्ति तथापि तत्र एतस्य अधिकारसूत्रस्य अधिकारः न वर्तते. पूर्वसूत्रमस्ति 8266. अतः तत्र अनुनासिक आदेशः विकल्पेन न इष्टम्. तदपि अस्ति कारणं किमर्थं ससजोः रुः इति सूत्रं ऋत्वप्रकरणे महर्षिणा न स्थापितम्. अवगतं वा इदानीम्? अपि च तदस्ति एकं प्रयोजनं, ऋत्वस्य पूर्वे तत्र अनुनासिक इति आदेशः न इष्टं ससजुः रुः इति सूत्रे. परन्तु अस्मिन् प्रकरणे ऋत्वप्रकरणे 8-3-1 आरभ्य 12 पर्यन्तं यत्र यत्र ऋत्वं भवति यथा तत्र समः सुटि इत्यनेनापि ऋत्वं भवति. समः सुटि इत्यनेन यदा तत्र ऋत्वं भवति मकारस्य ऋत्वं भवति, सम् इति उपसर्गस्य मकारस्य ऋत्वं भवति, तदा तत्र रेफस्य पूर्वे यः अकारः तस्य विकल्पेन अनुनासिकादेशः भवति. अनन्तरम् अस्ति किम् आम् अनुनासिकात् परः अनुस्वारः. सो अननुनासिकात् किमर्थं चेत् अनुनासिक तु नित्यकार्यं नास्ति. अनुनासिक आदेशः रेफस्य पूर्वे यः वर्णः तस्य अनुनासिक आदेशः विकल्पेन भवति. इत्युक्ते एकस्मिन् पक्षे अनुनासिकान्तरूपम् अस्ति, द्वितीयपक्षे निरनुनासिक अननुनासिकरूपम् अस्ति. सो यत्र अननुनासिकरूपम् अस्ति अपि च ऋत्वम् अभवत् तत्र अनुस्वारादेशः भवति. सो तत्र यः निरनुनासिक रेफस्य पूर्वे यः वर्णः तस्य अनुस्वारादेशः भवति. सो एकस्मिन् पक्षे अनुनासिक युक्तरूपम्, अन्यस्मिन् पक्षे अनुस्वारयुक्तरूपम् इति ऋत्वप्रकरणे यद् यत्र यत्र ऋत्वम् इति अस्ति, यत्र ऋत्वम् इति कार्यमस्ति. परन्तु ससजुहुरुः इति सूत्रं न तु अनुस्वारादेशः अस्ति न अनुनासिक आदेशः, अतः भिन्नस्थले स्थापितं महर्षिणा इति तत्र मेन् इति चिन्तनम् अस्ति. अस्तु, इदानीं तत्र कस्मिंश्चित् इति कस्मिंश्चित् इति विषये कः वदति? कः प्रयत्नं करोति? एट् थ्री वन् कस्मिन् योगचित् इति तत्र अस्ति, कस्मिन् योगचित्. सो तत्रापि तत्र एकं सूत्रम् अस्ति, आं सत्यं भगिनि, नश्चव्य छव्य अप्रशान् नः छवि अप्रशान्. सो छव् इति प्रत्याहारः अस्ति, छव् प्रत्याहारे छठथ खफ छठथ चटतौ, खफ छठथ चटतौ इति यः प्रत्याहारः तत्र छ आरभ्य तत्र व पर्यन्तं. सो छठ थ च ट त एतानि वर्णानि छौ प्रत्याहारे सन्ति. सो प्रशान् इति नकारान्त् एकं प्रातिपदिकमस्ति, प्रशान् नकारान्त् प्रातिपदिकम्. एतत् सूत्रं नकारान्त् प्रातिपदिकस्य विषये अस्ति. सो सर्वेषां नकारान् अन्यत्र पदान्तनकारात् वयं जानीमः पदान्तनकारस्य तत्र मूर्धन्यनकारः न भवति. किमर्थं चेत् तत्र यदि तत्र रेफः अपि च षकारः अस्ति. सो पदान्तनकारात् परः संहितायां छव् वर्णः अस्ति, छवि इति सप्तमी एकवचनात् पदम् अस्ति. सो छवि परे कार्यमस्ति, छवि परे नकारान्त् पदान्तनकारस्य छव् वर्णे परे तस्मात् परः च अम् वर्णः विद्यते चेत् नकारस्य ऋत्वम् आदेशः भवति. 837 एतत् सूत्रमपि ऋत्वप्रकरणे अस्ति, 831 आरभ्य 8312 पर्यन्तम्. सो अनेन सूत्रेण अपि ऋत्वं विधीयते, यथा तत्र समः सुटि इत्यनेन ऋत्वं भवति तथैव अनेन सूत्रेण अपि पदस्य अन्ते यः नकारः तस्य ऋत्वं विधीयते. परन्तु अत्र कण्डिशन् द्वयम्, एकमस्ति पदान्तनकारस्य परे छव् वर्णः भवेत्, छव् वर्णस्य परे तत्र अम् वर्णः भवेत्। अम् इत्युक्ते अम् इति तत्र अम् प्रत्याहारे के के वर्णाः सन्ति? अच् सर्वे स्वराः, अपि च यरलव, अपि च तत्र हकारः इति अम् प्रत्याहारे वर्ण। मकारः इत्संज्ञा कुत्र आयाति? मकारः इत्संज्ञा कुत्र आयाति? यमगणनं। अस्तु, इदानीं तत्र अन्तस्थवर्णः अपि आयान्ति। सो सर्वे अच् अ आरभ्य यरलव, अपि च तत्र हकारः अपि अस्ति, हयवरट। सो छव् छव् यः वर्णः अस्ति तस्य परे अम् भवेत् इति तत्र कण्डिशन् द्वयं, तदा एव तादृश नकारस्य ऋत्वं भवति। सो इदानीं तत्र अस्ति कस्मिन् योगचित्, तस्मात् परः च अम् वर्णः विधीयते चेत् नकारस्य अत्र लिखितम्, अत्र तु लिखितं, किमर्थम् सो छव् वर्णे तत्र छठ थ चट त आहत्य षट् व्यञ्जनानि, अम् स्वराः अन्तस्थाः वर्गीयपञ्चमाः हकारः, आम् वर्गीयपञ्चमाः अपि सन्ति, नियमगणनम् अपि तत्र अस्ति। सत्यं, सो वर्गीयपञ्चमवर्णाः अन्तस्थाः स्वराः अपि च हकारः, एते अम् वर्णाः आहत्य मिलित्वा तत्र दश व्यञ्जनानि सन्ति। सो इदानीं तत्र अस्ति कस्मिन् योगचित्, कस्मिन् इति अन्ते नकारः, अनन्तरं चित् इति यः अस्ति चकारः छव् वर्णः, इकारः अम् वर्णः, चित् इति यः इकारः सः अम् वर्णः। सो इदानीं तत्र अनेन सूत्रेण नश्छव्य अप्रशान् इति सूत्रेण तत्र पदान्तनकारस्य ऋत्वं भवति। पदान्तनकारस्य ऋत्वं भवति चेत् पूर्वस्य विकल्पेन अनुनासिक आदेशः अपि भवति अधिकारसूत्रेण। अत्र अनुनासिक पूर्वस्य तु वा इति सूत्रेण पूर्वस्य तत्र अनुनासिक, एकस्मिन् पक्षे अनुनासिक आदेशः, द्वितीयपक्षे तत्र किं भवति अनुस्वारादेशः। किमर्थं चेत् वयं जानीमः निर् अनुनासिकात् परः तु तत्र अनुस्वारादेशः भवति, इत्युक्ते कस्मिन् कस्मिन् योगचित् नकारस्य अनन्तरं तत्र चकारः अस्ति, चकारः छव् वर्णः, चकारस्य छव् वर्णस्य अनन्तरम् इकारः अस्ति, इकारः अम् वर्णः, अतः सर्वाणि निमित्तानि पूरितानि, अतः नकारस्य स्थाने तत्र ऋत्वं भवति नश्छव्य अप्रशानिति सूत्रेण। सो इदानीं नकारस्य ऋत्वं भवति, अपि च पूर्वस्य स्थाने तत्र अनुनासिक आदेशः विकल्पेन भवति। यत्र निरनुनासिक आदेशः तत्र अनुस्वारादेशः, इत्युक्ते एकस्मिन् पक्षे अनुनासिकयुक्तरूपम्, अन्यस्मिन् पक्षे अनुस्वारयुक्तरूपम् अस्ति। इदानीं तत्र रेफः अस्ति, रेफस्य किं समानप्रक्रिया? इदानीं खर अवसानविसर्जनीयः, सो खरि परे अत्र तु अवसानः नास्ति, रेफस्य परे अत्र चकारः, चकारः छव् वर्णः, चकारः खर् वर्णः अपि अस्ति, खर्वर्णे तत्र वर्गीयप्रथम, वर्गीयद्वितीय, च छ अपि च शश स, सो रेफस्य अनन्तरं चकारः अस्ति, अतः खरावसानविसर्जनीय इति सूत्रेण रेफस्य स्थाने तत्र किं भवति? विसर्गादेशः भवति। सो विसर्गादेशः भवति चेत् अनन्तरं विसर्जनीयस्य सः इति सूत्रेण, किमर्थं चेत् खर्वर्णः परे अस्ति, विसर्जनीयस्य सः इति सूत्रेण सकारः भवति, विसर्गस्य सकारः. सो वाट् इस् द रूप् नौ? कस्मिंश्चित् राइट् द सूत्रसङ्ख्या. नकारस्य रेफ् रेफस्य विसर्ग विसर्गस्य सकारः एकस् अपि च चित् अस्ति. वि विल् सी दिस् अनुनासिकयुक्तरूपम्. इदानीं कस्य सूत्रस्य प्रसक्तिः अत्र? सकारः अपि च चित्. श्रूयते वा ध्वनि? इदानीं सम्यक् अस्ति ध्वनि? आं भगिनि, सम्यक् अस्ति. कस्य सूत्रस्य प्रसक्तिः अस्ति? रकारस्य सकारः भवति, रकारस्य विसर्गः भवति, विसर्गस्य सकारः भवति. इदानीं विसर्गस्य सकारः भवति. इदानीं सकारस्य अनन्तरं पुनः परिवर्तनं भवति. तोः सूत्रं किम्? तोः श्चुनाश्चुः श्चुत्वसन्धि भवति. तोः श्चुनाश्चुः सकारस्य अपि च तु वर्णस्य चु परे अपि च श परे तत्र शकारादेशः, सकारस्य श आदेशः भवति. इति कस्मिंश्चित्. सो एकस्मिन् पक्षे अनुस्वारयुक्तरूपम्, अन्यस्मिन् पक्षे अनुनासिकयुक्तरूपम्, अन्यस्मिन् पक्षे तत्र अनुस्वारयुक्तरूपम्. शिष्यपूर्वे यः अकारः, मकारोत्तरवर्ती यः अकारः, तस्य अनुनासिकयुक्तरूपम् अनुस्वारयुक्तरूपं कस्मिंश्चित् इति तत्र भवति. अत्र सूत्रक्रमः कः? कोऽपि वदतु. कस्मिंश्चित् इति युत्पत्तिविषये प्रथमे अस्ति नश्चव्य अप्रशान्. नश्चव्य अप्रशान् इति ऋत्वप्रकरणस्य सूत्रम्. अतः एतत् पदद्वयं ऋत्वप्रकरणे करपत्रे स्थापितं. किमर्थं चेत् अत्र पदान्तनकारस्य ऋत्वं सम् इति संस्कारः इति पदयुत्पत्त्यर्थं तत्र सम् इति उपसर्गस्य मकारस्य ऋत्वं भवति सुटि परे. समः सुटि अपि ऋत्वप्रकरणस्य सूत्रं. नश्चव्य अप्रशान् इति अपि ऋत्वप्रकरणस्य सूत्रम्. अतः पदद्वयं तत्र स्थापितं करपत्रे. सो ऋत्वम् इति कार्यं भवति. सो नकार पदान्तनकारस्य अपि प्रशान् प्रशान् इति शब्दः अपि पदान्ते अस्ति, नकारः अस्ति, परन्तु प्रशान् शब्दविहाय ये अन्यशब्दाः सन्ति येषाम् अन्ते नकारः विधीयते तेषां विषये ऋत्वम् इति अनेन सूत्रेण भवति. नश्चव्य अप्रशान्. सो नकारस्य अपि ऋत्वं भवति. वयं जानीमः यदा यदा ऋत्वप्रकरणस्य सूत्रेण ऋत्वं भवति तदा पूर्ववर्णस्य अनुनासिकादेशः विकल्पेन भवति. सो एकस्मिन् पक्षे अनुनासिकयुक्तरूपम्, अन्यस्मिन् पक्षे अनुस्वारयुक्तरूपम्. अनन्तरं तत्र रेफस्य खरि परे तत्र विसर्गादेशः भवति. सो अनन्तरं पुनः विसर्गस्य विसर्जनीयसः इति सूत्रेण खरि परे विसर्गस्य पुनः सकारादेशः भवति. अनन्तरं तत्र तोः श्चुनाश्चुः इत्यनेन श्चुत्वं भवति. सो सकारस्य शकारादेशः भवति बिकास् चकारः परे अस्ति, चूवर्णः परे अस्ति, अतः शकारादेशः भवति. सो कस्मिंश्चित् कस्मिंश्चित् अनुस्वारयुक्तरूपं नो चेत् अनुनासिकयुक्तरूपम् अस्ति. अवगतं वा सर्वैः? एकवारं पठतु. सो इति तत्र ऋत्वप्रकरणम्, अष्टाध्यायीग्रन्थे यत् ऋत्वप्रकरणम् अस्ति, इदानीम् अस्माभिः तत्र ज्ञातव्यं ससजोहरुः इति सूत्रं ऋत्वप्रकरणे नास्ति. भिन्नप्रकरणे अस्ति, तत्र प्रयोजनानि सन्ति। किमर्थं महर्षिणा ऋतुप्रकरणे न स्थापितं ससजोरुः? यद्यपि समानकार्यम् अस्ति परन्तु तत्र प्रयोजनम् अस्ति, अतः तत्र अधिकारसूत्राणाम् आवश्यकता तत्र नास्ति। अनुनासिक अपि च अनुस्वार इति पदानाम् अतः भिन्नस्थले इति अष्टाध्यायाः समग्रदृष्टिः। अस्य विषये कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु। महोदय, ससजुषोरुः पदान्ते एव करणीयं वा? पदान्त तत्रापि पदस्य पदस्य अत्र पदस्य इत्याधिकारः 8-1-16 इति एव आरभ्यते। सो तत्रापि पदस्य अधिकारः तु अस्ति। सो पदान्त वट् वि से पदान्तसकारस्य अवसा पदान्तसकारस्य खरि परे तत्र नो चेत् अवसानपरे अवसानपरे अपि अस्ति न पदान्तसकारस्य ससजुषोरुः ससजुषोरुः इति सूत्रे पदस्य इति अधिकारः अस्ति। पदान्तसकारस्य सजुशब्दस्य च ऋतुः भवति, कोऽपि निमित्तम् आवश्यकं नास्ति। खरि परे वा अवसानपरे वा किमपि नास्ति अत्र निमित्तम् अनावश्यकं, केवलं सकारः पदान्ते भवेत्। कोऽपि मध्ये अपि च आदौ अस्ति चेत् तस्य सकारस्य न भवति, पदान्तसकारस्य भवति। अपि च सजुशब्दे यः शकारः अस्ति तस्य ऋत्वं भवति। अत्र निमित्तम् आवश्यकं नास्ति, खरि परे वा अवसानपरे वा किमपि नास्ति। अत्र लिखितं वा एकवारम्? अत्र न लिखितम्। पूर्वस्मिन् वर्गे मया एतत् सूत्रं अस्तु इदानीं तत्र इति तत्र वै दीस् टू कांश्चित् अपि च तथैव अस्ति कांश्चित् अपि च कांश्चित् कान् योगचित् अत्रापि कान् इति नकारः पदान्त नकारस्य तत्र प्रथमे नश्चव्य अप्रशानिति सूत्रेण ऋत्वं ऋत्वस्य पूर्वे विकल्पेन अनुनासिक आदेशः आकारस्य अनुनासिक अपि च अनुस्वारयुक्त आदेशः रेफ् यत्र ऋत्वं भवति अनन्तरं तत्र ऋत्वस्य रेफस्य तत्र सकारादेशः सोरि विसर्गादेशः विसर्गस्य सकारादेशः सकारस्य पुनः तत्र सोहोष्णाष्टुः इत्यनेन शकारादेशः भवति। सो काश्चित् काश्चित् अपि च कांश्चित् इति तत्र रूपद्वयस्य सिद्धिः भवति। एतत् रूपमपि साधु अनुस्वारयुक्तरूपमपि साधु तत्र समान प्रक्रिया अस्ति कान् योगचित् कस्मिन् योगचित् किमर्थं चेत् अत्र नश्चव्य अप्रशान् इति ऋत्वप्रकरणस्य सूत्रम् अपि च समः सुटि इति अपि ऋत्वप्रकरणस्य सूत्रम् 8-3-1 आरभ्य 12 पर्यन्तम् इति तत्र सूत्रद्वयस्य तत्र उदाहरणस्य कृते तत्र एतत् पदानि तत्र दत्तानि अस्मिन् करपत्रे। अवगतं वा? इदानीं तत्र तिङ्सिद्धेः च लकाराणां समग्रदृष्टिः। सो किञ्चित् वयं जानीमः लकाराणां तत्र आयोजनं मातृभिः कथं कृतं, मात्रा कथं कृतं, सार्वधातुकलकाराः आर्धधातुकलकाराः। इदानीं पुनः तत्र तस्य विषये पुनः किञ्चित् वयं जानीमः लकारः तु प्रक्रियायां न तिष्ठति, लकारस्य स्थाने तत्र तिङ्गादेशः भवन्ति अतः तिङ्गसिद्धिः। सो लकारः अपगच्छति तस्य स्थाने विवक्षानुगुणं तत्र तिप् तस् नो चेत् झि आत्मनेपदी अस्ति चेत् त आतां झ इति आदेशः भवति, आत्मनेपदी प्रत्ययः नो चेत् परस्मैपदी प्रत्ययः। सो लकाराणां सिद्धिः तु अस्ति, परन्तु लकारस्य स्थाने वयं जानीमः तिवादयः, तिङ् इति आदेशः भवति, अतः तिङ् सिद्धिः एण्ड् लकाराणां समग्रदृष्टिः. तत्र दश लकाराः सन्ति, लकारः अपि प्रत्ययः, सर्वे दट् लोट् लङ् सर्वे प्रत्ययाः. तत्र प्रतिध्वनिः आयाति, कस्यचित् मैक् आन् अस्ति, कृपया म्यूट् मध्ये तिष्ठतु. तत्र प्रतिध्वनिः आयाति. सो करपत्रस्य यः शीर्षकमस्ति लकाराणां समग्रदृष्टिः, अपि च तत्र लकारस्य आधारेण एव तिङ् इति आदेशः भवति, अतः तिङ् सिद्धिः. सो लकारः सर्वे लट् लोट् लङ् एते शब्दसमूहाः अपि तेषां कृते अपि प्रत्यय इति नामकरणम् अस्ति. सो लकाराः अपि प्रत्ययाः एव. सो प्रत्ययाः सन्ति चेत् तत्र सर्वेषां प्रत्ययानां कृते विधिसूत्रम् आवश्यकं, केन सूत्रेण लट्, केन सूत्रेण लङ्, तस्य कृते सूत्रम् आवश्यकं, विधिसूत्रम्. धातोः अनन्तरं लट् लकारः केन सूत्रेण विधीयते इति अस्मिन् करपत्रे सर्वं दत्तं. वर्तमाने लट्, अन् अध्यतने लङ्, एतानि सर्वाणि विधिसूत्राणि, एतैः सूत्रैः तत्र लकारप्रत्ययाः विधीयन्ते. कस्मात्? धातोः विधीयन्ते. अत्र धातोः इति किमस्ति, अधिकारसूत्रस्य अधिकारः वर्तते. सो धातोः वर्तमाने लट्, धातोः अनद्यतने लङ् इति तत्र एतानि विधिसूत्राणि. सो लट्, लङ्, लिङ्, लोट्, लिट्, लुट् एते शब्दसमूहा, एते शब्दसमूहा प्रत्ययाः. किमर्थं चेत् अस्मिन् तृतीयाध्याये प्रत्ययः परश्च इति अधिकारः वर्तते सूत्रद्वयस्य, तत्र अधिकारः स्तः. सो लुट् प्रत्ययः परश्च, अन् अध्यतने एतस्मिन् विषये धातोः लुट् प्रत्ययः परश्च, लुट् इति शब्दसमूहः. अनन्तरं लुट् प्रत्यये अनुबन्धानां निष्कासनम् अनन्तरं तत्र ल अवशिष्यते. यदा तत्र लकारः अवशिष्यते तदा तत्र लस्य इति सूत्रस्य प्रसक्तिः भवति, अप्लिकेबिलिटि, प्रसक्ति. सो लस्य इत्यनेन वयं जानीमः, लस्य इत्यनेन विवक्षानुगुणं तिप् नो चेत् तस् नो चेत् झि, मध्यमपुरुषे तत्र तिप् थस्थ, अनन्तरम् उत्तमपुरुषे मिप् वस्मस्, यदि तत्र परस्मैपदी धातु अस्ति. इत्युक्ते परस्मैपदी धातुः, परस्मैपदी इति संज्ञा, वी हेव् टु इन्क्लूड् एव्रिथिङ्ग्. परस्मैपदी इति संज्ञा प्रत्ययानां कृते, तिप् तस्जि, सिप् थस्थ, मिप् वस्मस् इति परस्मैपदी प्रत्ययाः. सो धातोः केचन धातवः केवलं परस्मैपदी प्रत्ययाः एव स्वीकुर्वन्ति, वयं जानीमः. तत्र शेषात् कर्तरि परस्मैपदम्. सो शेषाद् यः धातुः अनुदातेत् नास्ति, स्वरितेत् नास्ति, णित् नास्ति, अपि च ञित् नास्ति, तस्मात् अनन्तरं तत्र परस्मैपदी प्रत्ययाः विधीयन्ते. सो वेन् वि से परस्मैपदी धातु इत्युक्ते तादृशधातुः यः परस्मैपदी प्रत्ययाः स्वीकुर्वन्ति इति, तत्र वि शुड् हेव् दिस् क्लियरिटि इन् अवर् मैण्ड् देट् वेन् वि से परस्मैपदी धातु, इट् मीन्स् तादृशधातुः यः परस्मैपदी प्रत्ययाः स्वीकरोति तदेव अस्ति परस्मैपदी. परस्मै पदम् अस्य अस्ति इति परस्मैपदी इनि प्रत्ययः अस्ति. सो अस्मिन् करपत्रे तत्र लकाराणां समग्रदृष्टिः, अपि च कः लकारः केन सूत्रेण विधीयते, तस्य कः अर्थः इति सर्वम् अस्ति. अनन्तरं पुनः तत्र वयं जानीमः अत्र प्रत्ययः परश्च धातोः इति अधिकारः प्रत्येकस्मिन् सोपाने तत्र वर्णानाम् इत्संज्ञा करणीयम्, अतः इत्संज्ञाविषये अपि तत्र सूत्राणि, पुनः तेषां पूर्णावृत्ति अस्ति, अनुवृत्ति इत्युक्ते तत्र रिपिटिशन् अस्ति, अनन्तरं तत्र ए दशलकाराः, अनन्तरं तत्र लाधिकारः इत्युक्ते यदा तत्र लकारः अवशिष्यते तत्र लस् इत्यनेन तत्र तिप्तज्जि इति आदेशः, यदा तत्र एकवारं तिप्तज्जि आयाति तदा तेषां निरनुबन्धरूपः कः इति अपि तत्र दत्तम्, अत्र दत्तं वा? अपि च प्रत्येकस्मिन् त आतां झ इत्यस्य कृते, त इत्यस्य कृते न केवलं तिङ्संज्ञा, न केवलम् आत्मनेपदीसंज्ञा, त इत्यस्य कृते एकवचनप्रत्ययः अस्ति, प्रथमपुरुषि इति संज्ञा अस्ति, इत्युक्ते त इति प्रत्ययः प्रथमपुरुष इति तस्य कृते संज्ञा अस्ति, अपि च एकवचन इति संज्ञा. सो अत्र पश्य तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तमाः इत्यपि संज्ञासूत्राणि, प्रथम इति संज्ञा, मध्यम इति संज्ञा, उत्तम इति संज्ञा प्रत्ययानाम् अस्ति, तिङ्प्रत्ययानां कृते एतादृशसंज्ञा अस्ति. अनन्तरं तेषु तत्र एकवचन, बहुवचन, द्विवचन, बहुवचन इति संज्ञा अपि अस्ति. त इति प्रत्ययस्य तथैव तिप् इति प्रत्ययस्य कृते न केवलं परस्मैपदी इति परस्मैपदम् इति संज्ञा अस्ति, तिप् इति अस्य कृते प्रथमपुरुष इत्युक्ते पुरुषतो न उक्तम् अत्र, परन्तु तादृशप्रयोगः अस्ति लोके. प्रथम इति संज्ञा अस्ति, अपि च एकवचन इति संज्ञा अस्ति. सो तिप् प्रथमपुरुष एकवचने परस्मैपदी धातूनां कृते मम विवक्षा अस्ति चेत् तत्र मया तिप् एव योजनीयं, न तु कोऽपि अन्यप्रत्ययः योजनीयः. सो वयं किं वदामः, प्रथमपुरुष एकवचनस्य विवक्षायां परस्मैपदी धातुः अनन्तरं तिप् आयास्यति, आयाति. सो एतेषां कृते अपि तत्र संज्ञासूत्राणि सन्ति, अतः अत्र बहूनि सूत्राणि सन्ति अस्मिन् करपत्रे. सो अहं चिन्तयामि अग्रेस्मिन् कक्षायां तत्र एतस्य करपत्रस्य विषये पठामः. किञ्चित् स्थूलरूपेण मया उक्तम् अत्र किमस्ति अस्मिन् करपत्रे, एकवारं पठित्वा कक्षायाम् आगतौ, वर्गे आयातु. अस्तु, इदानीं तु स्थगामः. प्रश्नः अस्ति चेत् पृच्छतु, अन्यथा अत्र स्थगामः. सर्वैः अवगतं वा? धन्यवादः. एकवारं संस्कारविषये अपि च कस्मिंश्चित् विषये एकवारं तत्र सोपानेन तत्र कस्य सूत्रस्य प्रसक्तिः, इदानीं द्वितीयसोपाने किं करणीयं, तृतीयसोपाने किं भवति, चतुर्थसोपाने किं भवति, अन्ततो गत्वा तत्र कथं रूपसिद्धिः कथं भवति, एकवारं लिखतु. सर्वाणि सोपानानि तत्र लिखन्तु, तदा एव तत्र सम्यक् ज्ञानं भवति. राइट् दिस् बिकास् सी वेन् वी आर् रैटिङ्ग्, वेन् वी आर् लर्निङ्ग् संथिङ्ग्, writing is equally important, listening, writing, and then understanding and smranam api avashyakam, understanding and remembering is also important. Astu prashna nasti chet at where we are, we I am we kim bagni remembering is where I am weak, I said. Everybody is, because we have started very late. That's why memorizing, sometimes we forget about the sutras, but if we read again and again, then somewhere it will remain in our mind. Astu idanim tatra sthagamah. Jagdish mahodaya, shanti mantram patati va mahodaya. Manji om purnamadah purnamidam purnat purnamudachyate purnasya पूर्णमादाय पूर्णमेव वसिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् दत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलावः. धन्यवादः, शुभदिनं. धन्यवादः भगिनि. धन्यवादः. धन्यवादः धन्यवादः नमस्कारः।